नमस्कारः अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्। अद्य नूतनविषयः आरप्स्यते, सार्वधातुकलकाराः आर्धधातुकलकाराः च इति नूतनविषयः अस्ति, बहुमुख्यविषयः अस्ति। तस्मात् पूर्वं किञ्चिदेव एतावता बहु किमपि अस्माभिः अधीतं, तर्हि एकवारं पुनस्मरणरूपेण पश्यामः किं किम् अधीतम् एतावता। कोऽपि वदति वा किम् अधीतम् एतावता? रामनाथन् महोदय किं चिन्तयति? सार्वधातुकार्वधातुकविषये वा? न, इतः पूर्वं किं किम् अधीतम् अस्माभिः? एकः आत्मनेपदं वा परस्मैपदम् इति कथं निर्णेतुं शक्यते? इडागमः कुत्र इडागमः आगच्छति, इडागमः न आगच्छति, अनिट् इत्यादि पद सत्यं सत्यं, बहु समीचीनं भगिनी, तथैव धातुविज्ञानम् इति विषयः आसीत्। पदव्यवस्था कथं निर्णीयते, तत्र धातौ स्वरम् आश्रित्य पदव्यवस्था कथं निर्णीयते इति अस्माभिः पठितमासीत्। तदर्थं सूत्राणि अपि पठितानि। तदनन्तरं धातुः सेट् वा अनेट् वा, अपि च प्रत्ययः सेट् वा अनेट् वा कथं निर्णीयते, तदर्थं सूत्राणि अपि पठितानि। अस्तु, समीचीनम्। आरम्भतः किं पठितम् इत्युक्ते ततः पूर्वमेव तत्र किम् अस्माकं प्रथमः पाठः आसीत्, धातुगणपरिचयः इति आसीत्। दशधातुगणाः सन्ति, तर्हि तत्र गणचिन्तनं कुत्र भवति? दशधातुगणाः इति उक्तं, तादृशगणचिन्तनं कुत्र भवति? धातोः मध्ये गणचिन्तनं लकारेषु इत्युक्ते लट् लोट् लङ् सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् इत्युक्ते सार्वधातुकलकारः कः इति एतावता न ज्ञातं, परन्तु सार्वधातुकलकाराः इत्युक्ते लट् लोट् लङ् विधिर्लिङ् इति तु ज्ञातम् एव। तर्हि लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु एव धातुगणचिन्तनं भवति इति अस्माभिः किञ्चित् अधीतं, सम्पूर्णतया नास्ति परन्तु किञ्चित् अधीतं। तर्हि तत्र लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु विकरणप्रत्ययचिन्तनं भवति इति अपि ज्ञातवन्तः, यथा भुवादिगणः, दिवादिगणः, चुरादिगणः, क्रियादिगणः इति दशगणाः सन्ति। एतादृशगणचिन्तनं सार्वधातुकलकारेषु एव भवति। सार्वधातुकलकाराः लट् लोट् लङ् विधिर्लिङ् इति उक्तमासीत्। तदनन्तरम् अस्माकं मूलयन्त्राणि कानि? माहेश्वरसूत्राणि चतुर्दशसूत्राणि अधीतानि। अनन्तरं पाणिनीयसूत्रं कथं पठनीयं, पाणिनीयसूत्रेषु विभक्तीनाम् अर्थः कः इत्युक्ते षष्ठीविभक्तिः इत्युक्ते षष्ठीविभक्तिः इत्युक्ते स्थाने इति अस्ति। अनन्तरं सप्तमी इत्युक्ते निमित्तं पूर्वकार्यं। हा, पञ्चमी इत्युक्ते परकार्यं। सत्यम् इति पाणिनीयसूत्रेषु विभक्तीनाम् अर्थः कः इत्यपि ज्ञातं। तदनन्तरम् इत्संज्ञाप्रकरणं, तत्र इत्संज्ञाप्रकरणेषु सप्तसूत्राणि सन्ति, एकं सूत्रं तस्य लोपः इति सूत्रम् इत्यपि ज्ञातं। तर्हि तत्र प्रथम चत्वारि सूत्राणि सर्वेषां कृते अस्ति, धातुः, प्रत्ययः, आगमः, आदेशः सर्वेषां कृते अस्ति। उपदेशे जननासिक इत् हलन्त्यं, न विभक्तौ तस्माः, आविर्निटुडवः. एतानि चत्वारि सूत्राणि सर्वेषां कृते अस्ति, सर्वेषां कृते सन्ति. तदनन्तरं अन्तिमत्रीणि सूत्राणि शः प्रत्ययस्य छुटु, तदनन्तरं लषक्व तद्धिते केवलं प्रत्ययानां कृते एव इत्यपि अधीतं. तदनन्तरं तत्र धातुगणविषये तत्र रूपपरिवर्तनं भवति, क्रियापदेषु रूपपरिवर्तनं भवति विकरणप्रत्ययम् आश्रित्य. यतोहि भिन्नभिन्नगणेषु विकरणप्रत्ययः भिद्यते, तर्हि विकरणप्रत्ययम् आश्रित्य रूपाणि भिद्यन्ते इति वयं ज्ञातवन्तः. तदर्थं हा सत्यम्, अङ्गकार्यं भवति, कुत्रचित् गुणकार्यं भवति, कुत्रचित् गुणकार्यं न भवति इति अपि ज्ञातं. गुणकार्यस्य कृते तत्र सूत्राणि कानि? सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्रद्वयमपि अस्माभिः अधीतं, यत्र प्रत्ययः सार्वधातुकः अस्ति अपि च पित् अस्ति, तादृशसन्दर्भे गुणकार्यं भवति इति ज्ञातं. यत्र प्रत्ययः पित् नास्ति, अपित् अस्ति, सार्वधातुकः अपित् अस्ति, तत्र तु गुणकार्यं न भवति. अत्र कस्यचित् किञ्चित् म्यूट् कुर्वन्तु, ध्वनिः अस्ति कस्यचित् गृहे. हा अग्निति च इति सूत्रमपि पठितं, यत्र प्रत्ययः अपित् अस्ति सः प्रत्ययः निद्वद् भवति, अतः निति च इत्यनेन गुणनिषेधः भवति इत्यपि ज्ञातं. यथा तत्र श इति प्रत्ययः, तुदादिगणे श इति प्रत्ययः सार्वधातुकः अस्ति, षित् अस्ति, तथापि तत्र गुणः न भवति, यतोहि प्रत्ययः अपित् अस्ति इति अपि पठितं. तदनन्तरं धातुविज्ञानम् इति विषयः अधीतः. अस्तु, तर्हि यदा क्रियापदम् इति वदामः तर्हि किं बुध्यते? क्रियापदम् इति वदामि चेत् किं बुध्यते? लकारः भवति, कार्यं, हा कार्यं सम्भवति. सत्यं, लकारः भवति इति सामान्यचिन्तनमस्ति. तर्हि तिङ्प्रत्ययः अस्ति चेत् तत्र क्रियापदम् इति वदामः इति समीचीनं. परन्तु वस्तुतः यत्र यत्र क्रिया सम्भवति तत् क्रियापदम् इत्युक्ते अत्र धातुभ्यः विधीयमानः प्रत्ययः, अत्र तिङ् भवतु कृत् भवतु, उभयत्र क्रियापदम् इति एव वदामः. यद्यपि तत्र समानते वयं न पश्यामः, तत्र कृदन्तपदानि क्रियापदानि न सन्ति इति तत्र तादृशं लिखितमस्ति, परन्तु वस्तुतः तु तिङन्तपदानि अपि क्रियापदानि, कृदन्तपदानि अपि क्रियापदानि, यतोहि तत्र क्रिया सम्भवति, अतः कृदन्तपदानि अपि क्रियापदानि एव. तर्हि क्रियापदम् इदानीम् अस्माकम् इतः परम् अस्माकं लक्ष्यं किम् इति चेत् क्रियापदानां चिन्तनं. तर्हि कृदन्तपदानां चिन्तनं वा इति चेत् न, कृदन्तपदानां चिन्तनं नास्ति, परन्तु तिङन्तपदानां चिन्तनं, यत्र तिङन्तपदं भवति. इत्युक्ते कुत्र कुत्र तिङन्तपदं तिङ्प्रत्ययः विधीयते, कदा तिङ्प्रत्ययः विधीयते? हा सत्यं, धातुतः तिङ्प्रत्ययः विधीयते. तर्हि अत्र दशलकाराः सन्ति, दशलकाराः सन्ति, दशलकाराः सन्ति, लट् लोट् त्रिषु कालेषु वर्तते, वर्तमानकालः, भूतकालः, भविष्यकालः. वर्तमान, हा कालेषु अपि वर्तते, सत्यं, हा कालेषु भवितुमर्हति, कालमाश्रित्य लकारः विधीयते. तत्र वर्तमानकाले लट् इति, तदनन्तरं लङ् भूतकाले इति, एतादृशं तत्र प्रत्ययानाम् अर्थः अपि अस्ति. सत्यं, प्रत्ययानाम् अर्थः अस्ति इत्युक्ते दशलकाराः सन्ति. तिङ् प्रत्ययः कदा विधीयते? दशलकारेषु एव तिङ् प्रत्ययः विधीयते. तर्हि तदर्थं लकारः इति वदामः, यतोहि लकारस्य स्थाने तिङ् प्रत्ययः विधीयते. इत्युक्ते आदौ मम विवक्षा इदानीं लट् अस्ति चेत् तर्हि लट् लकारः विधीयते, धातुतः लट् लकारः विधीयते, तर्हि लकारस्य स्थाने तिङ् प्रत्ययः विधीयते. एवमेव दशलकाराः सन्ति, लट् लोट् लङ् विधिर्लिङ्, अनन्तरम् आशीर्लिङ्, लिट् लुङ् लुट् इत्यादयः दशलकाराः सन्ति. तर्हि तेषु लकारेषु लट् लोट् लङ् विधि लिङ् इति सार्वधातुकलकारः इति वदामः, अन्ये लकाराः अर्धधातुकलकाराः इति वदामः. एतादृशविभजनं सार्वधातुकलकारः अर्धधातुकलकारः इति विभजनं वस्तुतः साक्षात् अष्टाध्याय्यां नास्ति, एतादृश उल्लेखनं नास्ति अष्टाध्याय्यां. परन्तु एतादृशविभजनं तु वस्तुतः मातृभिः कृतं. किमर्थम् एतादृशविभजनं कृतम् इत्युक्ते अत्र वस्तुतः तत्र एतादृशविभजनं तु वस्तुतः अष्टाध्याय्यामेव अस्ति, अष्टाध्याय्याम् अस्ति इति दृष्ट्वा एव मातृभिः एतादृशविभजनं कृतं. कुत्र अस्ति एतादृशविभजनम् अष्टाध्याय्याम् इति चेत् तदर्थं तत्र एकवारम् अत्र पश्यामः. अष्टाध्याय्यां ततः पूर्वं किञ्चिदेव क्रियापदम् इति वदामः चेत् प्रथमतया तत्र धातुः भवति, तदनन्तरं तिङ् प्रत्ययः भवति, धातुतः तिङ् प्रत्ययः भवति, मध्ये कश्चन प्रत्ययः भवति, विकरणप्रत्ययः इति वदामः. मध्ये यः विकरणप्रत्ययः अस्ति सः प्रत्ययः गणनिमित्तिकविकरणप्रत्ययः भवितुमर्हति, नो चेत् लकारनिमित्तिकविकरणप्रत्ययः भवितुमर्हति. इत्युक्ते दशलकारः सन्ति, सर्वत्र दशसु लकारेषु अपि धातुः अस्ति, धातुतः तिङ् प्रत्ययः अस्ति, सर्वत्र मध्ये विकरणप्रत्ययः अस्ति, तादृशविकरणप्रत्ययस्य विभजनद्वयमस्ति. एकमस्ति गणं निमित्तीकृत्य विकरणप्रत्ययः, अन्यः अस्ति लकारनिमित्तीकृत्य विकरणप्रत्ययः. तयोः भेदः अस्ति. यत्र गणनिमित्तिकविकरणप्रत्ययः अस्ति तदेव सार्वधातुकलकारः इति वदामः, यत्र लकारनिमित्तिकविकरणप्रत्ययः अस्ति सः आर्धधातुकलकारः इति वदामः. तर्हि गणनिमित्तिकविकरणप्रत्ययः इत्युक्ते किम् इति चेत् गणम् आश्रित्य धातुः कस्मिन् गणे अस्ति इति आश्रित्य विकरणप्रत्ययः विधीयते चेत् गणनिमित्तिकविकरणप्रत्ययः. यथा अत्र भुवादिगणे तत्र वस्तुतः भुवादिगणे शप् प्रत्ययः भवति, शप् इति विकरणः प्रत्ययः भवति. यद्यपि कर्तरि शप् इति सूत्रे भुवादिगणे धातुः अस्ति चेत् शप् भवति इति न उक्तं, तत्र कर्तरि शप् इति सूत्रे शप् भवति इत्येव उक्तं. सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति चेत् धातुतः शप् भवति, तर्हि भुवादिगणे शप् भवति, सर्वत्र शप् भवितुम् अर्हति, शप् इति डिफाल्ट् अस्ति. तदनन्तरं यदि धातुः दिवादिगणे अस्ति तर्हि दिवादिगणे श्यन् इति विकरणप्रत्ययः विधीयते, दिवादिभ्यः श्यन् इत्यनेन श्यन् इति विकरणप्रत्ययः विधीयते. तर्हि श्यन् इति विकरणप्रत्ययः तदानीमेव भवितुमर्हति यदा धातुः दिवादिगणे अस्ति. अतः श्यन् इति विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः. किमर्थम् इति चेत् गणम् आश्रित्य विधीयते, धातुः दिवादिगणे अस्ति चेत् एव विधीयते, नो चेत् न विधीयते. अतः श्यन् इति प्रत्ययः गणनिमित्तिकविकरणप्रत्ययः इति वदामः. एवमेव अत्र स्वादिभ्यः श्नु, श्नु इति विकरणप्रत्ययः, स्वादिगणे ये धातवः सन्ति तेषां कृते श्नु इति विकरणप्रत्ययः विद्यते. श्नु इति प्रत्ययः गणनिमित्तिकविकरणप्रत्ययः. किमर्थं? धातुः स्वादिगणे अस्ति चेत् एव विद्यते, नो चेत् न विद्यते. तुदादिभ्यः श इति श इति विकरणप्रत्ययः, एवमेव गणनिमित्तिकविकरणप्रत्ययः. एवमेव तत्र दशगणाः सन्ति. के ते गणाः कोऽपि वदतु? एकः वदतु. अदादि, जुहोत्यादि, दिवादि, स्वादि, तुदादि, रुदादि, तनादि, क्रयादि, चुरादि. हा, बहु समीचीनं, सत्यं. द्वादिगणः, तदनन्तरम् अदादिगणः, जुहोत्यादिगणः, दिवादिगणः, स्वादिगणः, तुदादिगणः, रुदादिगणः, तदनन्तरं तनादिगणः, क्रियादिगणः, चुरादिगणः इति दशगणाः सन्ति. एतेषु गणेषु एव तत्र मध्ये विकरणप्रत्ययः अस्ति. तर्हि एतादृशगणनिमित्तिकविकरणप्रत्ययः कुत्र भवति इति चेत् लट् लोट् लङ् विधिर्ले. एतत् सर्वम् अवगतं तत्र सूत्रं दृष्ट्वा एव, एतत् मातृभिः ज्ञातं, सूत्रं दृष्ट्वा मातृभिः ज्ञातं यत् लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु एव गणनिमित्तिकविकरणप्रत्ययः विधीयते. अतः एतेषां लकाराणां सार्वधातुकलकाराः इति विभजनं कृतम्. यत्र एतादृशगणनिमित्तिकविकरणप्रत्ययः न विधीयते तत्र अर्धधातुकलकाराः इति विभजनं. तर्हि कथं जानीमः सार्वधातुकलकारेषु एव विकरणप्रत्ययः विधीयते, गणनिमित्तिकविकरणप्रत्ययः विधीयते इति अग्रे करपत्रे पठामः. ततः पूर्वम् अत्र अष्टाध्यायी इति पुस्तके किञ्चित् पश्यामः कुत्र अस्ति विकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः अपि च लकारनिमित्तिकविकरणप्रत्ययः, तयोः भेदः कः. गणनिमित्तिकविकरणप्रत्ययस्य विषये किञ्चित् उक्तम् इत्युक्ते गणमाश्रित्य विकरणप्रत्ययः विधीयते इति उक्तं, धातुः कस्मिन् गणे अस्ति इति विचिन्त्य विकरणप्रत्ययः विधीयते इति उक्तं. परन्तु लकारनिमित्तिकविकरणप्रत्ययः कुत्र भवति इति चेत् अन्येषु लकारेषु, लट् लोट् लङ् विधिर्लिङ् एतान् विहाय अन्येषु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः विधीयते. उदाहरणार्थं लृट् इति लकारः भविष्यत्काले अस्ति, वयं जानीमः पठिष्यति, गमिष्यति इत्येतानि रूपाणि सन्ति. तर्हि अत्र पट् इति धातुं स्वीकुर्मः, पट् इति धातुतः लृट् इति लकारः भवति. तर्हि तत्र लृट् लकारम् आश्रित्य, लकारम् आश्रित्य मध्ये स्य इति प्रत्ययः भवति, स्य इति विकरणः भवति. स्य इति प्रत्ययः गणम् आश्रित्य नास्ति, यथा तत्र स्वादिगणे वयं दृष्टवन्तः श्नु इति प्रत्ययः धातुः स्वादिगणे अस्ति चेत् विधीयते श्नु इति प्रत्ययः. परन्तु अत्र ऋट् लकारे स्य इति प्रत्ययः धातुः कस्मिन् गणे अस्ति इति विचिन्त्य न भवति, परन्तु लकारम् आश्रित्य भवति. ऋट् लकारः अस्ति चेत् स्य इति प्रत्ययः भवति. अतः स्य इति प्रत्ययः लकारनिमित्तिक विकरणप्रत्ययः अस्ति इति वदामः. तर्हि यत्र यत्र लकारम् आश्रित्य विकरणप्रत्ययः विधीयते सः लकारः अर्धधातुकलकारः. यत्र यत्र धातुगणम् आश्रित्य विकरणप्रत्ययः विधीयते सः लकारः सार्वधातुकलकारः. तर्हि कुत्र एतादृशविकरणप्रत्ययाः सन्ति अष्टाध्यायाम् इति अद्य पश्यामः. अत्र चतुर्पञ्चाशत्तमे पृष्ठे पेज् 54 पश्यति वा अष्टाध्यायम्? प्राप्तं वा? आं भगिनि. अस्तु, पेज् 54 मध्ये अस्माकं सूत्रमस्ति 33rd सूत्रं, 33rd सूत्रं. किमस्ति सूत्रम्? स्यतासि लृ लुटोः. वस्तुतः अनेन सूत्रेण एव स्य इति प्रत्ययः विद्यते. स्यतासि लृ लुटोः अनेन सूत्रेण स्य इति लृट् लकारे स्य इति प्रत्ययः विद्यते अनेन सूत्रेण. तर्हि इदं सूत्रं किं वदति इति चेत् लृट् लकारः अस्ति चेत् धातुतः मध्ये स्य इति प्रत्ययः भवति इति इदं सूत्रं वदति. तर्हि वयं ज्ञातुं शक्नुमः स्य इति प्रत्ययः गणनिमित्तिकविकरणप्रत्ययः नास्ति इति ज्ञातुं शक्नुमः. एवमेव अग्रे पश्यामः चेत् तत्र लेट् लकारे उक्तं, तदनन्तरं तत्र लिट् लकारस्य विषयः अस्ति, आम् प्रत्ययः लिट् लकारस्य विषयः अस्ति. अनन्तरं तत्र छिली प्रत्ययः, अग्रे पश्यति चेत् छिली प्रत्ययः, अत्र छिली लुङ्गि इति अस्ति, छिली लुङ्गि. तर्हि लुङ् लकारे छिलि इति प्रत्ययः लकारनिमित्तिकप्रत्ययः विधीयते. तदनन्तरं तत्र लुङ् लकारे एव स क्स प्रत्ययः, चङ् प्रत्ययः, अङ् प्रत्ययः, छिन् प्रत्ययः, एते प्रत्ययः विधीयन्ते. तदनन्तरं पश्यति चेत् अग्रे यक् इति प्रत्ययः, सार्वधातुके यक् इदमेव कर्मणि प्रयोगे भवति, पठ्यते गम्यते, सार्वधातुके यक् यक् इति प्रत्ययः अस्ति. तदनन्तरं पश्यति चेत् तत्र शप् इति अस्माकं गणनिमित्तिकविकरणप्रत्ययः ततः आरभ्यते, शप् प्रत्ययः. तर्हि स्यतासि लृ लुटोः इति 33rd सूत्रात् आरभ्य तत्र 66rd सूत्रपर्यन्तं तत्र लकारनिमित्तिकविकरणप्रत्ययः सन्ति. तर्हि तत्र लृट् लकारे, लेट् लकारे, लिट् लकारे, लुङ् लकारे, एते लकारनिमित्तिकविकरणप्रत्ययः सन्ति. तदनन्तरं यक् इति प्रत्ययः कर्मणि प्रयोगे अस्ति, पठ्यते, गम्यते, खाद्यते इत्यादीनि रूपाणि. ततः परं तत्र शप् इति प्रत्ययः अस्ति, कर्तरि शप्. ततः आरभ्य गणनिमित्तिकविकरणप्रत्ययः अस्ति, कर्तरि शप्. तदनन्तरं दिवादिभ्यः श्यन्, तदनं ततः परं श्नु इति प्रत्ययः अस्ति, स्वादिभ्यः श्नु. तदनन्तरं श इति प्रत्ययः रुदादिभ्यः शः, रुदादिभ्यः श्नम्. तदनन्तरं तनादिभ्यः तनादिकृन्भ्यः उः. तदनन्तरं क्रियादिभ्यः श्न इति प्रत्ययाः सन्ति. वस्तुतः षड् अशीतितमसूत्रपर्यन्तं तत्र विकरणप्रत्ययाः सन्ति. इत्युक्ते आहत्य 33rd सूत्रात् आरभ्य 86 सूत्रपर्यन्तं विकरणप्रत्ययाः सन्ति. तेषां विभजनम् अस्ति लकारनिमित्तिकविकरणप्रत्ययः, गणनिमित्तिकविकरणप्रत्ययः इति विभजनमस्ति. अस्तु भगिनि, 76 न 76 न 86 हा लिङ्गाशिषि, तत्र वेदे अपि अस्ति छन्दसि इति अपि अस्ति. 86 पर्यन्तं तत्र विकरणप्रत्ययाः सन्ति. अस्तु, हा इदानीं प्रश्नः उदेति, अस्तु अष्टाध्याय्याम् एते विकरणप्रत्ययाः सन्ति, तर्हि तत्र किमर्थम् एतादृशविभजनं, सार्वधातुकलकारः अर्धधातुकलकारः इति कथम्? अत्र तु सूत्रे न उक्तं, कुत्रापि न उक्तं लकारः सार्वधातुकलकारः अर्धधातुकलकारः इति कुत्रापि न उक्तं. कथम् एतादृशविभजनं कथं ज्ञातम् इति चेत्, वस्तुतः मातृभिः किं कृतम् इति चेत्, सूत्राणां निमित्तं सा दृष्टवती, सूत्राणां निमित्तं दृष्टवती, दृष्ट्वा सा एतादृशविभजनं कृतवती. सार्वधातुकलकारेषु एव गणनिमित्तिकविकरणप्रत्ययः भवति, अर्धधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः न भवति, तत्र लकारनिमित्तिकविकरणप्रत्ययः भवति इति दृष्टं. किमर्थम् एतादृशविभजनस्य लाभः कः, किमर्थम् एतादृशविभजनमिति प्रश्नः उदेति. किमर्थमिति चेत्, वयं प्रथमतया यदा कदापि तत्र क्रियापदं निर्मातुम् इच्छामः, तदानीं लकारः कः इति जानीमः चेत्, सार्वधातुकलकारः वा अर्धधातुकलकारः वा इति जानीमः चेत्, तत्र तदनुसृत्य तत्र विकरणप्रत्ययम् आनयितुं शक्नुमः. यदि अत्र लट् लकारः इति चिन्तयामः चेत्, तर्हि वयं लट् लकारः, ओ अस्तु सार्वधातुकलकारः अस्ति इति जानीमः चेत्, तदनुसृत्य तर्हि गणनिमित्तिकविकरणप्रत्ययम् आनयितुं शक्नुमः. धातुगणचिन्तनं भवति. अस्तु, इदानीं क्रियापदस्य निर्माणं लकारः सार्वधातुकः वा अर्धधातुकः वा. सार्वधातुकः अस्ति चेत्, अस्तु सार्वधातुकलकारः अस्ति, अतः इदानीं धातुः कस्मिन् गणे अस्ति इति प्रश्नः भवति, तदनुसृत्य विकरणप्रत्ययः आनयितुं शक्नुमः. एतादृशचिन्तनेन सुलभतया सार्वधातुकलकारेषु लट्लोट्लङ् विधिर्लिङ् एतेषु एतेषां सर्वेषां रूपाणि सुलभतया वयं साधयितुं शक्नुमः. वस्तुतः उपद्विसहस्रं धातूनां सर्वेषां रूपाणि वयं ज्ञातुं शक्नुमः, सुलभतया ज्ञातुं शक्नुमः. कोऽपि क्लेशः तत्र, केवलं कानिचन विशिष्टसूत्राणि सन्ति, तान् विहाय अन्यत्र सर्वत्र सामान्यचिन्तनं सर्वेषां रूपाणि मनसि एव वयं ज्ञातुं शक्नुमः इति महान् लाभः अस्ति. यत्र लकारः सार्वधातुकः नास्ति, अर्धधातुकः अस्ति, तत्रापि सौलभ्यं वर्तते. तत्र वयं ज्ञातुं शक्नुमः अर्धधातुकलकारः इति जानीमः चेत्, तदनुसृत्य विकरणप्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः आयास्यति. तत्र अर्धधातुकलकारः इति जानीमः चेत्, तदनुसृत्य इडागमचिन्तनं भवति. सार्वधातुकलकारेषु इडागमचिन्तनं नास्ति, अर्धधातुकलकारेषु इडागमचिन्तनं भवति. तत्र गणचिन्तनं नास्ति, धातुगणचिन्तनं नास्ति, यतोहि गणनिमित्तिकविकरणप्रत्ययः न आयाति एव इति एतादृशभेदः अस्ति. अस्तु, कोऽपि प्रश्नः? नो चेत् अग्रे करपत्रं पठामः. इदानीम् इतः भगिनि एकः संशयः, अत्र दिवादिभ्यः श्यन् स्वादिभ्यः श्नु इत्यादि वर्तते सूत्रपाठे, किन्तु भ्वादिभ्यः इति नाम अत्र न दृश्यते. कर्तरि शप् इति सूत्रमेव सर्वत्र भवति. कर्तरि शप् इति डिफाल्ट् अस्ति, तत्र गणस्य उल्लेखः नास्ति. शप् इति प्रत्ययः यत्र सार्वधातुकः कर्त्रार्थकः प्रत्ययः अस्ति तत्र शप् इति प्रत्ययः कृतमस्ति. इत्युक्ते यत्र धातु, यद्यपि तत्र धातुगणचिन्तनम् इति वदामः, परन्तु एकः प्रत्ययः तु डिफाल्ट् अस्ति. कर्तरि शप् इति प्रत्ययः डिफाल्ट् अस्ति, तत्र गणस्य उल्लेखः नास्ति, सूत्रे गणस्य उल्लेखः नास्ति. अतः धातुः यस्मिन् कस्मिन् गणे अपि भवतु, कर्तरि शप् इति सूत्रस्य प्रसक्तिः तु अस्ति एव, यतोहि सूत्रे भुवादिगणः इति न लिखितम् अस्ति. अतः इदं सूत्रं सर्वत्र प्रवर्तते. परन्तु इदानीं धातुः दिवादिगणे अस्ति इति चिन्तयति चेत् तत्र यद्यपि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्सूत्रं प्रबाद्य दिवादिभ्यः ष्यन् इति सूत्रं कार्यं करोति अपवादरूपेण. तयोः मध्ये कान्फ्लिक्ट् अस्ति, कर्तरि शप् अपि च दिवादिभ्यः ष्यन् अनयोर्मध्ये कान्फ्लिक्ट् अस्ति. यतोहि धातुः इदानीं दिवादिगणे अस्ति इति चिन्तयतु. दिव् इति धातुः अस्ति, दिवादिगणे अस्ति. इदानीं कर्तरि शप् इति डिफाल्ट् सूत्रमपि आगच्छति कार्यं कर्तुं, यतोहि सूत्रे किमपि न उक्तं. तत्र दिवादिभ्यः ष्यन् इति अपि सूत्रम् आगच्छति, तयोर्मध्ये कान्फ्लिक्ट् अस्ति. तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्ने सति, तर्हि तत्र कर्तरि शप् इति डिफाल्ट् अस्ति, तस्य कार्यम् अन्यत्र कुत्रापि भवितुम् अर्हति, यतोहि तत्र किमपि न उक्तं सूत्रे, गणचिन्तनं नास्ति. परन्तु दिवादिगणे दिवादिभ्यः ष्यन् इति उक्तं, दिवादिगणे धातुः अस्ति चेत् एव कार्यं करोति. अतः तत्र दिवादिभ्यः ष्यन् इति कर्तरि शप् सूत्रं प्रबाद्य कार्यं करोति अपवादरूपेण इति एतादृशचिन्तनमस्ति सर्वत्र. कर्तरि शप् इति सूत्रं किमर्थं तत्र गणस्य उल्लेखः नास्ति इति चेत्, कर्तरि शप् इति सूत्रम् आतिदेशिकधातूनां कृते अपि कार्यं करोति. इदानीम् उदाहरणार्थम् अस्माभिः किञ्चित् पूर्वं पठितमासीत् तत्र निच् इति प्रत्ययस्य विषये. पट् इति धातुः अस्ति, पट् धातुतः निच् प्रत्ययं कुर्मः चेत् पट् योगः निच् इति अस्ति. तर्हि तत्र पाटि इति नूतनधातुः अस्ति, उपादायाः वृद्धिं कृत्वा पाटि इति नूतनधातुः अस्ति. इदानीं पाटि इति तः तत्र तिङ् प्रत्ययं योजयामः. मम विवक्षा लट् लकारः अस्ति इति चिन्तयतु, पाटियोगः लट् लकारः, तत्र तिङ् प्रत्ययः आगच्छति. इदानीं पाटि इति धातुः तु भवादिगणे नास्ति, तथापि तत्र कर्तरि शप् इति आगच्छति. तदर्थं तत्र पाणिनिना गणं न कृतं, गणः न कृतः. अतः तत्र कर्तरि शप् इति न केवलं भुवादिगणे कार्यं करोति, अन्यत्र अतिदेशिकधातूनां कृते अपि कार्यं कर्तुं शक्नोति, यतोहि धातूनाम् उल्लेखः नास्ति. अस्तु, तर्हि इदानीम् अत्र करपत्रात् पठामः. अस्माकम् इतोपि अवगमनं स्यात् अत्र सार्वधातुकलकारः इत्युक्ते किम्, आर्धधातुकलकारः इत्युक्ते किम् इति इतोपि स्पष्टता अत्र पठित्वा ज्ञातुं शक्नुमः. अतः अत्र अत्र वासुदेवन् महोदय पठति वा? पठति वा महोदय? पठामि. यत्र सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च विषयः उदेति, केचन पारिभाषिकशब्दाः अवगन्तव्याः. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् च किमर्थम् इति अधः उच्यते. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते, धातु योगं विकरणप्रत्ययः, योगं तिङ् प्रत्ययः, यदा भू योगं शप् योगं ति. विकरणं नाम किम् इति तु वयं जानीमः एव प्रथमपाठे धातुगणपरिचये विस्तरेण चर्चितं. तिङ् प्रत्ययः कः इति प्रायः एतावता किञ्चित् ज्ञातम्. अस्मिन् पाठे बहु किमपि वक्ष्यते. भू योगं शप् योगं ति इत्यस्मिन् तिङ् प्रत्ययः इति. सर्वेषां तिङ् प्रत्ययानां मूलरूपम् अस्ति. परस्मैपदीधातूनां मूल तिङ् प्रत्ययः. सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् च सार्वधातुकलकारेषु प्रत्ययं क्रियपदस्य अंशत्रयं वर्तते, धातुः योगं विकरणप्रत्ययः, योगं तिङ्प्रत्ययः, यदा भू योगं शब् योगं ति। विकरणं नाम किं वयं जानीमः प्रथमपाठे विस्तरेण चर्चयन्, तिङ्प्रत्ययः क इति प्रायः एतावता किञ्चित् ज्ञातम्। अस्मिन् पाठे बहु किमपि वक्ष्यते, भू श योगं शब् योगं ति इत्यस्मिन् ति तिङ्प्रत्ययः एवमेव। समीचीनम्। अत्र विकरणप्रत्ययः इत्युक्ते कः? विकरणप्रत्ययः इत्युक्ते गण अनुसृत्य यः प्रत्ययः युज्यते तदेव विकरणप्रत्ययः। गणमनुसृत्य धातु तिङ् प्रत्ययो मध्ये यः प्रत्ययः आगच्छति तदेव विकरणप्रत्ययः। हा अस्तु, समीचीनं, धन्यवादः महोदय, कृपया म्यूट् करोतु। अस्तु, तर्हि अत्र धातुः इदानीम् अस्माकम् इतः परम् अस्माकं लक्ष्यं किमिति चेत् क्रियापदसाधनमेव अस्माकं लक्ष्यं, तत् सर्वदा मनसि भवेत्। क्रियापदं साधनम् इत्युक्ते अत्र केवलं लट् लोट् लङ् विदिर्लिङ् इत्येषु लकारेषु एव वयं प्रथमतया क्रियापदानि साधयामः। तदर्थम् अत्र पीठिकारूपेण उक्तमस्ति, प्रथमतया सार्वधातुकलकारः अर्धधातुकलकाराः के इति प्रथमतया अवगच्छामः, ततः परं क्रियापदानां रूपाणि कथं साधनीयम् इत्येव अस्माकं लक्ष्यमस्ति। तर्हि इदानीम् अत्र सार्वधातुकलकारः अर्धधातुकलकारः इति अस्माकं पारिभाषिकशब्दः अस्ति। तर्हि सार्वधातुकलकाराः लट् लोट् लङ् विदिर्लिङ् इति एतावता ज्ञातम् एव। तर्हि यत्र कुत्रापि क्रियापदम् अस्ति चेत् तत्र अंशत्रयं भवति। धातुः इत्युक्ते प्रकृतिः, मूलरूपम् अस्ति धातुः। धातुतः सर्वत्र वयं जानीमः प्रत्ययः सर्वदा प्रकृतितः एव विधीयते, सा प्रकृतिः धातुः भवितुमर्हति, प्रातिपदिकं भवितुमर्हति। क्रियापदनिर्माणे तु धातुः अस्ति मूलरूपम्। इदानीं धातुतः विकरणप्रत्ययः अस्ति, धातुतः वस्तुतः प्रथमतया तिङ् प्रत्ययः विधीयते। तर्हि तिङ् इति प्रत्ययः यथा अत्र पठति गच्छति, पठतः पठन्ति, अन्ते यः प्रत्ययः अस्ति सः प्रत्ययः एव तिङ् प्रत्ययः। तर्हि अग्रे पश्यामः, अष्टादश तिङ् प्रत्ययः सन्ति अग्रे उल्लेखिताः सन्ति। तर्हि धातुतः तिङ् प्रत्ययः अस्ति, तर्हि मध्ये विकरणप्रत्ययः विधीयते। धातु तिङ् प्रत्ययोः मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः विकरणप्रत्ययः। वस्तुतः अष्टाध्यायां कुत्रापि विकरणः इति नाम नास्ति, पाणिनिना साक्षात् न उक्तं विकरणम् इति, परन्तु अस्माकं व्याकरणपरम्परायां विकर्ण इति नाम अस्ति, विकरणप्रत्ययः इति उल्लेखः अस्ति। अतः वयं सर्वदा विकरणप्रत्ययः इति एव वदामः, यद्यपि सूत्रेषु नास्ति। तर्हि विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति, यथा अत्र भूयोगः शप् योगः ति। शप् इति प्रत्ययः विकरणप्रत्ययः, भू इति धातुः, ति इति प्रत्ययः तिङ् प्रत्ययः। अस्तु, तर्हि इतः परम् अत्र विजयलक्ष्मी भगिनी पठति वा? पठामि भगिनि। परस्मैपदी धातूनां मूल तिङ् प्रत्ययः सिप् तस् झि, सिप् थस् थ, मिप् वस् मस्। आत्मनेपदी धातूनां मूल तिङ् प्रत्ययः त आतां झ, थास् आथां ध्वम्, मिद् वहि महि। अत्र प्रथमप्रत्ययः सिप् अस्ति, अतः सामूहिकरूपेण एते प्रत्ययाः सिबादयः इति उच्यन्ते। अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्, अतः सिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं सिप् सः महिङ् अन्त्यः आहत्य तिङ् इत्येषां प्रत्ययानां नाम। अत्र तिङ् प्रत्ययः इति नामकरणं कथं पाणिनिना दत्तम् इति तस्य उल्लेखः अस्ति। परस्मैपदी धातूनां मूलतिङ् प्रत्ययाः नव सन्ति, आत्मनेपदी धातूनामपि नव सन्ति अत्र परस्मैपदी धातोः प्रथम प्रत्ययः तिप् इति अनन्तरम् आत्मनेपदी धातोः धातूनाम् अन्तिमप्रत्ययः भवति महीङ् इति तिप्तः आरभ्य महीङ् पर्यन्तं प्रत्याहारः इति कृत्वा तिङ् इति नामकरणं दत्तवान् आसीत्. समीचीनं समीचीनं. तर्हि तिङ् इति सर्वत्र यदा यत्र कुत्रापि तिङ् इति श्रूयते चेत् तिङ् इत्यनेन अष्टादशप्रत्ययानां समूहः. तर्हि तिङ् इति प्रत्यये तिप् इति आरभ्य तिप्तझि सिप्तस्थ मिप्वस्मस् ताथां झ थास् आथां द्वम् इड्वहि महिङ् महिङ् इत्यत्र मकारपर्यन्तं सर्वेषां ग्रहणं तिङ् इत्यनेन सर्वेषां ग्रहणं. तङ् इति वदामि चेत् किं भवति भगिनि? तङ् इति वदामश्चेत् आत्मनेपदी धातूनां कृते ये प्रत्ययाः सन्ति तेषां ग्रहणं भवति. सः आरभ्य महीङ् पर्यन्तं केवलं. सत्यं. तिङ् इति वदामि चेत् सर्वेषाम् अष्टादशानां ग्रहणं, तङ् इति वदामः चेत् केवलम् आत्मनेपदी प्रत्ययानां ग्रहणं तङ् इति वदामः. तर्हि पश्यति चेत् यदि अत्र पठति इति वदामि चेत् तत्र पठति इत्यत्र ति एव दृश्यते, परन्तु अस्माकं प्रथमः प्रत्ययः कः? तिप् इति अस्ति. तत्र अन्तिमवर्णः कः? पकारस्य लोपः जायते. हा, पकारस्य इत्संज्ञा अस्ति. सत्यं, पकारस्य इत्संज्ञा अस्ति. अपि च तत्र सूचना अस्ति, तत्र पकारः अस्ति. पकारः अस्ति इति किं ज्ञायते? पित् अस्ति. सत्यं, पित् अस्ति. तर्हि तत्र गुणकार्यं सम्भवति. हा, गुणकार्यस्य बाधा नास्ति. गुणकार्यं सम्भवति तत्र, तिप् अस्ति. एवमेव पश्यामः चेत् तिप् सिप् मिप् त्रयः प्रत्ययः यत्र पित् अस्ति. सिप् तिप् सिप् मिप् सर्वत्र पकारः इत् अस्ति इति कृत्वा तत्र सर्वत्र गुणः भवितुम् अर्हति, गुणः सम्भवति. यत्र यत्र इगन्तम् अङ्गम् अस्ति अथवा उपधायां लघु इक् अस्ति तत्र गुणः भवितुम् अर्हति. यत्र यत्र अङ्गस्य अन्ते इक् वर्णः, नो चेत् उपधायां लघु इक् वर्णः. यतोहि तत्र ति प्रत्ययात् पूर्वं विकरणप्रत्ययः अपि भवितुम् अर्हति, परन्तु अतः एव अङ्गम् इत्युक्तम्. अङ्गस्य अन्ते इक् वर्णः कुत्रचित् अस्ति चेत् अपि च उपधायां लघु इक् वर्णः अस्ति चेत् तत्र गुणकार्यं भवितुम् अर्हति. अतः एव तिप् सिप् मिप् त्रयः प्रत्ययः पितः सन्ति. तदनन्तरं तस् इति प्रत्ययः अस्ति. तस् ठस् वस् मस् तत्र किं भवति भगिनि? न विभक्तौ तु स्मः इति कारणेन तत्र विसर्गः आगच्छति. हा, सत्यम्. इत्युक्ते तस् इत्यत्र वस्तुतः ततः पूर्वं किं वक्तव्यं? तस् इत्यत्र तत्र हलन्त्यम् इति सूत्रेण सकारस्य लोपः करणीयं, परन्तु न विभक्तौ तुष्मः इति निषेधकसूत्रम् अस्ति. तत्कारणं सकारस्य लोपः न जायते. अनन्तरम् अन्येकं सूत्रम् आगत्य तत्र विसर्गस्य सत्यं विसर्गः. समीचीनं समीचीनं. तस् इत्यत्र सकारः अस्ति अन्ते हल्वर्णः. एकक्षणं. तस् इत्यत्र सकारः अन्ते अस्ति, हल्वर्णः अस्ति, अतः हलन्त्यम् इति सूत्रेण तस्य इत्संज्ञा भवितुम् अर्हति. परन्तु अत्र किं वक्तव्यं? तिङ् प्रत्ययाः कीदृशप्रत्ययाः? किमर्थं तत्र न विभक्तौ तु स्मः इति सूत्रस्य प्रसक्तिः? तदेव मम प्रश्नः. हा, वदतु. किमर्थं वदतु कोऽपि? हलन्त्यम् इति सूत्रम् अत्र प्रसक्तिः नास्ति. हलन्त्यम् इति सूत्रस्य प्रसक्तिः तु अस्ति, परन्तु अत्र भगिनी उक्तवती, सम्यक्तया उक्तवती, न विभक्तौ तु स्मः इत्यनेन सकारस्य लोपः, सकारस्य इत्संज्ञा न भवति इति उक्तं. तत्तु सत्यं, परन्तु किमर्थं न विभक्तौ तु स्मः इत्यस्य प्रसक्तिः किमर्थं सकारः अस्ति चेत् न तत्तु अस्ति परन्तु तत्र न विभक्तौ तु स्मः इति उक्तं विभक्तौ इति उक्तं तर्हि प्रातिपदिकस्य कृते कार्यं करोति प्रातिपदिकः द्वौ अपि विभक्त विभक्ति इति संज्ञा अस्ति कथं जानीमः प्रातिपदिकं नास्ति प्रातिपदिकम् अपि तिङ् द्वौ अपि विभक्ति इति नास्ति इति सम्यक्तया वदतु न सुप् प्रत्ययाः अपि च तिङ् प्रत्ययाः द्वौ अपि विभक्ति इति संज्ञा प्राप्नोति सत्यं बहु समीचीनम् केन सूत्रेण कः उक्तवान् अरविन्द महोदय वा आं भगिनि हा बहु समीचीनं सम्यक् बहु समीचीनं हा सुमन् भगिनी उक्तवती तत्र सत्यं तर्हि तिङ् प्रत्ययानां सुप्रत्ययानां विभक्तिसंज्ञा भवति विभक्तिश्च इति सूत्रेण यद्यपि लोके वयं केवलं सुबन्तपदानाम् एव विभक्तिरूपाणि सन्ति अतः तस्यैव विभक्तिः अस्ति इति चिन्तयामः परन्तु व्याकरणे तु तिङ् प्रत्ययानामपि विभक्तिसंज्ञा अस्ति सुप्रत्ययानामपि विभक्तिसंज्ञा अस्ति विभक्तिश्च इति सूत्रेण तिङ् प्रत्ययानां सुप्रत्ययानां विभक्तिसंज्ञा अस्ति अतः तस् इति प्रत्ययस्य विभक्तिसंज्ञा अस्ति इति कृत्वा हलन्त्यम् इति सूत्रं प्रबाद्य न विभक्तौ तु स्मः इत्यनेन सकारस्य लोपः न भवति एवमेव तस् मध्यमपुरुषे द्विवचने तस् इति प्रत्यये वस् मस् तेषा इति तेषां सकारस्य लोपः न भवति तदनन्तरं झि इति प्रत्यये किमपि नास्ति तदनन्तरं सिप् इति प्रत्ययः मिप् इति प्रत्ययः दृष्टवन्तः त इति प्रत्ययः किमपि नास्ति वस्मस् सकारस्य लोपः न भवति अतः एव लट्लकारे पटतः पटतः पटावः पटामः तत्र सकारस्य विसर्गः जायते अस्तु आत्मनेपदीप्रत्ययानां पश्यामः चेत् त आताम् आताम् इत्यत्र मकारस्य इत्संज्ञा भवति वा सत्यं तु स्मः इति अस्ति तवर्गीयवर्णानाम् इत्संज्ञा न भवति न विभक्तौ तु स्मः अतः हलन्त्यं सूत्रं प्रबाद्य आताम् आथाम् इत्यत्र द्वम् इत्यत्र मकारस्य इत्संज्ञा न भवति अनन्तरं थास् इति प्रत्ययः इत्यत्र सकारस्य अपि इत्संज्ञा न भवति न विभक्तौ तु स्मः इत्यत्र इङ् अपि च महिङ् इत्यत्र मकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण अपि च अन्यः विषयः अस्ति त आतां झ थास् अतां ध्वम् ईड्वहि महि पश्यति चेत् कुत्रापि पित्वं नास्ति सर्वे प्रत्ययः अपितः अस्तु भगिनी एकः संशयः तिङ् अस्य नाम प्रत्याहार अस्ति वा संज्ञा अस्ति वा वस्तुतः तत्र सूत्रेषु तिंशित् सार्वधातुकम् इति सूत्रमस्ति तिंशित् सार्वधातुकम् इति सूत्रमस्ति तत्र तिङ् इति उक्तं तर्हि तिङ् इति प्रत्याहारः एव प्रत्याहारः न हा प्रत्याहारः तिङ् इति प्रत्याहारः तिङ् इति प्रत्याहारे एते प्रत्ययाः सन्ति धन्यवादः अस्तु तर्हि इतः परं पठामः अत्र अरुणा भगिनी पठति वा भगिनि प्रत्याहारे अस्ति चेत् बै द डेफिनेशन् आफ़् प्रत्याहारे इट् इस् नाट् पार्ट् आफ़् माहेश्वरसूत्राणि प्रत्ययानि न माहेश्वरसूत्राणि विहाय माहेश्वरसूत्राणि विहाय अपि अन्यत्रापि प्रत्याहारः इति दृश्यते यदा तत्र सुट् इति प्रत्याहारः अस्ति प्रत्याहारमेव आम् आम् सूडनपुंसकस्य इति सूत्रे सुट् इति प्रत्याहारः एवमेव अत्र तिङ् इति प्रत्याहारः माहेश्वरसूत्राणि विहाय अपि प्रत्याहारः आदिरन्तेन सहेत आदिरन्तेन सहेत अस्तु अरुणा भगिनी अग्रे आं भगिनि क्रियापदानाम् अन्तिमभागः तिङ् प्रत्ययः एव अतः क्रियापदं तिङन्तपदम् इति उच्यते तिङन्तपदस्य निर्माणसमये यः धातोः अनन्तरम् आयाति सः प्रत्यय इति अवगच्छतु सूत्रत्रयेण अयं बोधो भवति धातोः प्रत्ययः परश्च धातुः प्रथमः धातोः अनन्तरं विकरणम् अतः विकरणं प्रत्ययः तथैव तिङ् अपि धातोः अनन्तरं तिङ् आयाति अतः तिङ् अपि प्रत्ययः तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम् अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम् इत्युच्यते विधाने विधानं विधीयते विहितः सर्वे समानं प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं प्रत्ययः विधीयते प्रत्ययः विहितः चेत् इत्युच्यते तिङन्तपदस्य निर्माणसमये धातुः तदनन्तरं प्रत्यय आगच्छति केन सूत्रमस्ति धातोः प्रत्ययः परश्च इति सूत्रेण प्रथमं धातुः तदनन्तरं प्रत्ययः धातोः अनन्तरम् आगच्छति धातुः प्रथमं धातोः अनन्तरं विकरणप्रत्ययः प्रत्यय किं प्रत्यय पदं विकरणप्रत्यय आगच्छति गणनिमित्तं विकरणप्रत्ययः तदेव तिङ् अपि धातोः अनन्तरं तिङ् आयाति तर्हि प्रथमं धातुः अस्ति तदा प्रत्ययस्य आगमनम् अस्याः आगमन क्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम् इत्युच्यते धातु अनन्तरं प्रत्यय विकरणप्रत्यय विधीयते तत् कार्यं विधानम् इति प्रत्ययस्य विधानम् इति उच्यते पर्यायपदः विधानं विधीयते विहिताय सर्वं समानमेव प्रत्ययः यदा आगच्छति तदा प्रत्ययस्य विधानं प्रत्यय विधीयते प्रत्ययः विहितः च इति उच्यते समीचीनं भगिनि अस्तु अत्र लक्ष्मी भगिनी वदतु सारांशरूपेण किम् अवगतम् भगिनि भगिनि किमागतम् क्षम्यतां भगिनि अन्यत्र अन्य कोऽपि अस्तु वदतु भगिनि अस्तु अस्तु चिन्ता नास्ति अस्तु अरविन्द महोदय वदतु भगिनि तिङ्पदस्य निर्माणे विषयस्य प्रक्रिया पद्धति धातोः अनन्तरं विधीयमानं प्रत्ययानां विकरणप्रत्ययम् एवं तिङ्प्रत्ययम् इति भवति तत्र विधानम् इति पदस्य अर्थं भवति यत्र धातोः परं किं प्रत्ययः विधीयते तस्य प्रतिष्ठानम् भवति तस्य विधानम् इति नाम दीयते विधानं विधीयते विहितः इति विविधरूपे तस्य नामकरणमस्ति विधानं विधीयते विहिता इति प्रत्ययानां प्रतिष्ठापितस्य नामकरणम् अस्ति इति कृत्वा धातोः तदनन्तरं विकरणप्रत्ययः तदनन्तरं तिङ्प्रत्ययः तत्र तिङ्प्रत्ययः एवं विकरणप्रत्ययस्य प्रतिष्ठानं विधानम् इति उच्यते. समीचीनं. तर्हि अत्र अत्र प्रश्नः एतावता धातुतः तिङ्प्रत्ययः विधीयते, धातुतः कृत् प्रत्ययः विधीयते इति उक्तं. तर्हि कथं जानीमः धातुतः एव कृतिङ्प्रत्ययः विधीयते, धातुतः एव कृत् प्रत्ययः विधीयते इति कथं जानीमः इति चेत्, अत्र वस्तुतः कृत् प्रत्ययस्य विधानं तु अष्टाध्याय्यां तृतीयाध्याये एव अस्ति, तिङ्प्रत्ययविधानम् अपि तृतीयाध्याये एव अस्ति. तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति इति अधिकारसूत्रमस्ति. धातोः इति अधिकारं, प्रत्ययः इति अधिकारसूत्रं, परश्च इति अधिकारसूत्रम् अस्ति. अतः धातोः अत्र तृतीयाध्याये यत्किमपि विधीयते धातुतः एव विधीयते. धातोः इति अधिकारः अस्ति. प्रायेण यः कोऽपि प्रत्ययः विधीयते सः प्रत्ययः धातुतः विधीयते, अपि च प्रत्ययः इति अधिकारसूत्रम् अधिकारसूत्रम् अस्ति. अतः यत्किमपि धातुतः विधीयते तस्य नामकरणम् अस्ति प्रत्ययः इति नामकरणं. तादृशप्रत्ययः धातोः परः विधीयते, परश्च इति सूत्रं स्पष्टीक्रियते. धातोः परम् एव प्रत्ययः विधीयते इति स्पष्टीक्रियते. अतः त्रीणि सूत्राणि मनसि स्मर्तव्यानि, धातोः इति अधिकारसूत्रं, प्रत्ययः इति अधिकारसूत्रं, परश्च इति अधिकारसूत्रं. वस्तुतः तु प्रत्ययः परश्च इति अधिकारसूत्रं न केवलं तृतीयाध्याये अपि तु चतुर्थाध्याये पञ्चमाध्याये अपि अनयोः अधिकारः अस्ति. किमर्थमिति चेत् चतुर्थाध्याये प्रातिपदिकात् प्रत्ययः विधीयन्ते, प्रातिपदिकात् सुप्रत्ययः विधीयन्ते. तर्हि तत्र चतुर्थाध्याये पञ्चमाध्याये प्रातिपदिकम् इति प्रातिपदिकात् इत्यस्य अधिकारः अस्ति, ज्ञाप्रातिपदिकात् इति प्रातिपदिकस्य अधिकारः अस्ति. अतः प्रातिपदिकात् प्रत्ययः विधीयते. आहत्य धातोः इत्यस्य अधिकारः तृतीय अध्याये, प्रत्ययः परश्च अनयोः अधिकारः तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये सर्वत्र भवति. तर्हि तैः सूत्रैः वयम् अवगन्तुं शक्नुमः प्रकृतितः प्रत्ययः विधीयते. तर्हि तत्र विधानम् इति वदामः, तिङ्प्रत्ययस्य विधानं, कृत् प्रत्ययस्य विधानं, तत्र विधानं विहितः विधीयते सर्वं समानम् अस्तु. धन्यवादः. किं परश्च एव पुनः एकवारं वदतु मार्गिणि. परश्च इति वा? हा, इत्युक्ते धातुतः यः प्रत्ययः विधीयते परश्च इति अधिकारसूत्रं, धातोः परम् एव विधीयते प्रत्ययः इति अर्थः अवगम्यते. परश्च इति स्पष्टीकरणार्थं परश्च इत्यपि अधिकारसूत्रमस्ति, धातोः परं प्रत्ययः विधीयते इति. परश्च इत्युक्ते अन्यत् किमपि अपि अस्ति वा? अन्यत् किमपि इत्युक्ते च इति अस्ति खलु? ओ, परश्च इत्यत्र वा? इत्युक्ते धातोः प्रत्ययः परश्च इति, परश्च इति सूत्रं तु तृतीयाध्याये प्रथमपादे द्वितीयं सूत्रमस्ति. एकनवतिः धातोः इति, हा, प्रत्ययः इत्यस्य अनन्तरं परश्च इति अस्ति. प्रत्ययः इति अनन्तरमेव धातोः इति आगच्छति. अनन्तरं धातोः इति, वस्तुतः धातोः इत्यस्य, धातोः इत्यस्य अत्र वस्तुतः सूत्रद्वयम् अत्र सूत्रत्रयमस्ति धातोः इत्यस्य, सूत्रद्वयमस्ति धातोः इत्यस्य अधिकारः. परन्तु तत्र एकनवतितमं सूत्रं धातोः इति अधिकारः, तत्र प्रत्ययः परश्च इति अस्ति. तत्र चकारग्रहणस्य विशिष्टः अर्थः नास्ति इति भाति. अवगमनार्थं केन से परश्च इस् प्रत्ययं विल् अपियर् आफ्टर् धातु, केन् ऐ टेक् इन् दट् वे? सत्यम्. ओके, इन् दट् केस् प्रत्ययं सुबन्तात् प्रातिपदिकात् सनादि वगैरह भिन्न भिन्न अदर् देन् धातु आल्सो इट् इस् अपियरिङ्ग्, हौ डु बि टेक् इट्? हा, धातोः इत्यस्य अधिकारः केवलं तृतीयाध्याये एव अस्ति. अतः तृतीयाध्याये यः कोऽपि प्रत्ययः विधीयते सः प्रत्ययः धातोः परे एव विधीयते. चतुर्थाध्याये यः प्रत्ययः विधीयते सः प्रत्ययः प्रातिपदिकात् विधीयते, पञ्चमाध्याये अपि प्रातिपदिकात् नो चेत् सुबन्धात् विधीयते. अवगच्छम्, अवगच्छम्. भवती किम भगिनी किमर्थं प्रत्ययः परश्च धातोः इति सूत्रस्य पूर्वमेव भवति? धातोः इत्यस्य पूर्वमेव भवति इति प्रश्नः वा? तत्र धातोः इत्यस्य किमर्थं धातुः इति अपि आदौ एव नास्ति इति तदर्थं तत्र वैशिष्ट्यं वर्तते. कुत्रचित् धातोः इत्यस्य अधिकारः नास्ति. यतो यत्र गुप्तिच्किद्भ्यः सन् इति सूत्रे धातोः इत्यस्य अधिकारः नास्ति. अतः यत्र धातोः इत्यस्य अधिकारः न भवति तत्र अन्यवैशिष्ट्यमस्ति. तत्र प्रत्ययः अर्धधातुकः वा सार्धधातुकः वा इति चिन्तनमेव न भवति. यथा अत्र गुप्तिच्किद्भ्यः सन् इति सूत्रे धातोः इत्यस्य अधिकारः नास्ति. यतोहि धातोः इत्यस्य अधिकारः ततः परम् अस्ति. अस्तु, अतः स्ट्राटेजिकलि प्लेस्ड् धातोः, कुत्रचित् धातोः इत्यस्य अधिकारः न भवति. यद्यपि धातोः इत्यस्य अधिकारः तृतीयाध्याये अस्ति इति वदामः, तथापि कुत्रचित् धातोः इत्यस्य अधिकारः नास्ति. यद्यपि प्रत्ययः धातुतः एव विधीयते तथापि तत्र धातुः इति सूत्रे न उल्लेखितम् इति कृत्वा तत्र आरुधातुकः अपि न भवति, सारधातुकः अपि न भवति इति तादृशवैशिष्ट्यं वर्तते. अतः एव धातोः इति सूत्रम् अग्रे स्थापितम्. एतत् सर्वम् अग्रे अपि पश्यामः. इतोपि विवरणम् अत्र धातोः प्रत्ययः परश्च इति सूत्रस्य विवरणम् अग्रे पश्यामः. अत्र केवलं सूचनार्थम् अत्र दत्तमस्ति. इतः अग्रे सरेम इदानीम्. अस्तु, तर्हि अग्रे शिवरामन् भगिनी पठति वा? अङ्गशब्दस्य विशेषार्थः व्याकरणे कस्मात् अपि प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इत्युच्यते. प्रत्ययात् प्राक् यः भागः अस्ति सः अङ्गम् इत्युच्यते. अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्, तिङ्प्रत्ययस्य कृते धातुः योगः विकरणप्रत्ययः तयोः संयुक्तरूपम् इति अङ्गम्. अतः भू योगः शप् योगः ति इत्यस्मिन् उदाहरणे शप् प्रत्ययस्य कृते भू धातुः अङ्गम् अस्ति, ति प्रत्ययस्य कृते भू शप् ति भव योगः ति भू शप् चेत् अनयोः संयुक्तरूपं भव ति इत्यस्मात् पूर्वं यावत् अस्ति तत्सर्वम् अङ्गम् अतः ति इत्यस्य कृते अङ्गं भव इति. पुनः बद् अति इति स्थितौ अ शप् इत्यस्य दृष्ट्या वद् इति अङ्गं, ति इत्यस्य दृष्ट्वा वद् प्लस् अ वद इति अङ्गम्. वेरि डिफिकल्ट् टु एक्स्प्लेन्. अङ्गः अङ्गम् अङ्गं भिन्नभिन्न रूपं गृह्णाति. विकरण प्रत्ययः अस्ति, धातुः अस्ति, धातुः प्रथमम् अस्ति, विकरणप्रत्ययः तदनन्तरम् अस्ति, तदनन्तरं तिङ्प्रत्ययः अस्ति. यदि तिङ्प्रत्ययस्य स्टाण्ड् पायिण्ट् दृश्यते तो तदा विकरणप्रत्ययः धातु द्वे अपि धातु पदद्वयम् अपि योज्य अङ्गम् आगच्छति. यदि विकरणप्रत्ययस्य स्टाण्ड् पायिण्ट् यु सि तदा धातु एव भवति अङ्गम्. ऐ डोण्ट् नो वेदर् ऐ कुड् कम्युनिकेट्. हा सत्यं, तर्हि अङ्गम् इत्यस्य अर्थः कः? अङ्गं एक पदं can be one unit, na to na na can be dhatu vikarna pratyaya, dhatu vikarna pratyaya or whatever else it can be, yojya angam bhavati. प्रत्ययस्य पूर्वं प्रत्ययस्य पूर्वं प्रत्ययस्य पूर्वं न यः कोऽपि प्रत्ययः भवतु यः कोऽपि प्रत्ययः भवतु यः कोऽपि प्रत्ययः भवतु तस्मात् पूर्वं यः भागः अस्ति तस्य अङ्गम् इति संज्ञा अस्ति वस्तुतः संज्ञासूत्रमस्ति यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इति सूत्रमस्ति अग्रे पठिष्यामः तर्हि प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गम् इति यः कोऽपि प्रत्ययः भवतु तिङ् भवतु कृत् भवतु यः कोऽपि प्रत्ययः भवतु प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गं तर्हि भू इति धातुतः अत्र शप् इति प्रत्ययः अस्ति चेत् शप् प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गं भू इति अङ्गम् अस्ति भू इति अङ्गम् अस्ति भू इति धातुः अपि अस्ति खलु हा भू इति धातुः अस्ति अङ्गमपि अस्ति अतः संज्ञाद्वयम् अस्ति धातुः अपि अस्ति अङ्गमपि अस्ति इदानीं भूयोगः शप् तत्र गुणं कृत्वा भो अनन्तरम् एचोयवायावः इति कृत्वा भव इति निष्पन्नं तत्र भव इति विकरणप्रत्ययं योजयित्वा भव इति अस्ति इदानीं तिङ् प्रत्ययस्य कृते भव इति अङ्गम् अस्ति तत्र शप् प्रत्ययस्य कृते भू इति अङ्गम् आसीत् इदानीं तिङ् प्रत्ययस्य कृते भव इति अङ्गम् अस्ति अतः किं ज्ञायते अनेन तर्हि तिङ् प्रत्ययात् पूर्वं भव इति अस्ति इति कृत्वा भव इति अङ्गं प्रत्ययं योजयित्वा भव इति अङ्गं तत्र तिङ् प्रत्ययात् पूर्वं शप् अस्ति इति कृत्वा शप् इति अङ्गम् इति न वक्तुं शक्नुमः तत्र शप् अपि च भू योजयित्वा यद् निष्पद्यते तदेव अङ्गम् अस्ति तिङ् प्रत्ययस्य कृते एकः प्रत्ययस्य कृते पूर्वः प्रत्ययः अङ्गं नास्ति प्रत्ययान्तम् अङ्गं भवति इत्युक्ते तत्र मूलरूपम् अपि च प्रत्ययं योजयित्वा अङ्गं निष्पद्यते अतः तत्र सारांशरूपेण वक्तव्यं चेत् प्रत्ययात् पूर्वं यः भागः अस्ति तस्य अङ्गम् इति संज्ञा अस्ति अस्तु अस्तु कोऽपि प्रश्नः वा अस्तु अग्रे केतकी भगिनी पठति वा अदादिगण अपि च जिहत्यादिगणः कोऽपि विकरणः नास्ति परन्तु धातु अङ्गं भवति ददा अङ्गम् अदादिगणे अपि धातु अङ्गं भवति भू उपदेशक अन्यविषयः परन्तु अदादि जिहत्यादि अपि भवति तेन किम् सत्यमेव किं वक्तुमिच्छति तत्र प्रत्ययात् पूर्वं यः भागः अस्ति सः अङ्गः तर्हि सः तद्भागम् अङ्गं तर्हि अत्र विकरणप्रत्ययः नास्ति अदादिगणे ज्योत्यादिगणे विकरणप्रत्ययस्य लोपः भवति तर्हि प्रत्ययः नास्ति तर्हि तिङ् प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नामकरणम् अङ्गं खलु कः क्लेशः पर्याप्तं हा क्लेशः नास्ति खलु न क्लेशः हा अस्तु भवान् यद् वदति तत् समीचीनमेव परन्तु तत्र किमपि अन्य किमपि वक्तुम् इच्छति वा भगिनि अहं वदतु पठतु परं द्रक्ष्यामः यत् अङ्गं च प्रत्ययः च द्वयोः कार्यकारणसम्बन्धः भवति अधिकेन अङ्गे कार्यं क्रियते तस्य कार्यस्य कारणम् अस्ति परिस्थितः प्रत्ययः यथा भूयोगशप योगभूयोग अ अत्र भूयोग अ भो अत्र अ इति गुणकार्यं भवति तस्य गुणकार्यस्य कारणं शपप्रत्ययः अस्य कार्यकारणं सम्बन्धस्य कृते निमित्तम् इति उच्यते अतः भूधातौ यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति इत्युक्ते शपकारणम् अस्ति अपि च अस्मिन् एव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तं मत्वा अङ्गकार्यम् अथवा शपनिमित्तीकृत्य अङ्गकार्यम् अथवा शपनिमित्तकम् अङ्गकार्यम् इति कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे यथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशील्यते इट् सेस् दट् परं द्रक्ष्याम् अङ्ग च प्रत्ययः च द्वयोकार्यकारणसम्बन्धं भवति आधिक्येन अङ्गे कार्य क्रियते तस्य कार्यस्य कारणं भूयोगशप भूयोग अ अत्र भूयोग अ भो अत्र भू शप भू भो भो भवति इति गुणकार्यस्य भवति तस्य गुणकार्यस्य कारणं भू भो कथं भवत् भू इति भो इति कथम् अभवत् अत्र भूयोग अ भो भवति भो योग अ इति गुणकार्य भवति अ इति गुणकार्य भवति इन् द भो अ इति गुणकार्य भवति तस्य इति गुणकार्यं नास्ति भगिनि अ इति गुणकार्यं नास्ति अस्तु वदतु गुणकार्य भू इत्यस्य भू इत्यस्य उकारस्य गुणः ओकारः अतः ऊकारस्य स्थाने ओकारः भो इति भवति ओ भगिनि क्षम्यतां गुणकार्यस्य कारणं शपप्रत्ययः अस्य कार्यकारणसम्बन्धस्य कृते निमित्तम् इति उच्यते दिस् उच्यते बिकास् आफ् द कारण कार्यकारणसम्बन्धं कृते अतः भूधातो यत् अङ्गकार्यं भवति तदर्थं शप् निमित्तम् अस्ति इत्युक्ते शपकारणम् अस्ति अपि च अस्मिन् एव अर्थे वदामः यत् भूधातौ यत् अङ्गकार्यं भवति भूधातौ यत् अङ्गकार्यं भवति तत् शपं निमित्तम् अथवा अङ्गकार्यम् अथवा शप् निमित्तीकृत्य अङ्गकार्यं सो वी केन् से शप् शपं निमित्तम् अथवा अङ्गकार्यम् अथवा शपनिमित्तीकृत्य अङ्गकार्यम् अथवा शप् निमित्तकम् अङ्गकार्यम् इति कदाचित् प्रत्यये कार्यं क्रियते न तु अङ्गे यथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गो अपि परिशील्यते हा बहु समीचीनं भगिनि बहु समीचीनतया यत्नः कृतः भवत्या धन्यवादः समीचीनम् अस्तु अत्र सुमन् भगिनी वदति वा सारांशरूपेण किम् अस्ति अत्र अस्ति वा सुमन् भगिनी भगिनी अहं वदामि वा इदानीं अस्तु वदतु लक्ष्मी भगिनि क्षम्यतां भगिनि अत्र अङ्गं प्रत्यय च इदानीम् अस्ति अस्माकं पुरतः अङ्गम् इत्यस्य विकारः भवति प्रत्यय इति कारणात् प्रत्ययः शप् इति कारणात् उदाहरणार्थं भू शप् इति स्वीकरोति चेत् शप् इति विकरणप्रत्ययः अस्ति भू इति अङ्गम् अस्ति तत्पूर्वं प्रत्ययात् पूर्वं यत् अस्ति तत् अङ्गम् अतः भू इति अङ्गम् अस्ति तस्य विकारः परिणामः भवति शप् इति प्रत्ययस्य कारणात् इदानीं भूयोगशप् भवति भो इति भवति गुणकार्य सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति अतः भो इति परिणामः भवति भूयोग शप् शप् अपि लशकतद्वे तद्विते अनन्तरं हलन्त्यम् इति सूत्राभ्याम् अनुबन्धलोपनात् अनन्तरं आ इति अवशिष्यते तु इदानीं भूयोग आ इति भवति चेत् तत्र अपि यचो यवायावः इति सूत्रेण भव इति रूपं भवति अङ्गस्य तदर्थं अत्र वदति शप् इति प्रत्ययस्य निमित्तमेव भू इति अङ्गस्य विकारस्य कारणम् इति सारांशः अत्र. हा, इत्युक्ते अत्र सर्वदा अङ्गे एव कार्यं भवति, तत्र प्रत्ययं निमित्तीकृत्य अङ्गे कार्यं भवति. अत्र यदि अत्र भूयोगः अयोगः ति इत्यत्र, तत्र अ इति प्रत्ययं निमित्तीकृत्य भू इति अङ्गे कार्यं भवति प्रथमतया. तर्हि तत्र भव्योगः अ भव इति अङ्गं निष्पन्नं, इदानीं ति इति प्रत्ययं निमित्तीकृत्य भव इति अङ्गे कार्यं भवितुमर्हति. यदा किमपि कार्यं अत्र प्रसक्तिः अस्ति चेत् तत्र कार्यं भवितुम् अर्हति, परन्तु अत्र भव इत्यत्र किमपि कार्यं नास्ति इति कृत्वा भवति इति रूपं निष्पन्नं भवति. तर्हि सारांशः कः इति चेत्, सर्वदा प्रत्ययः एव कारणमस्ति येन किमपि कार्यं विधीयते अङ्गे. तर्हि सर्वत्र प्रत्ययं निमित्तीकृत्य कार्यं भवति. अतः एव सूत्रेषु पश्यामः, एतत्र सार्वधातुक अर्धधातुकयोः इति सूत्रे वयं दृष्टवन्तः. सार्वधातुक अर्धधातुकयोः इत्युक्ते सार्वधातुकप्रत्ययः अस्ति अथवा अर्धधातुकप्रत्ययः अस्ति, तादृशप्रत्ययम् आश्रित्य अङ्गे किमपि कार्यं भवति. अतः सर्वत्र वयं पश्यामः प्रत्ययमाश्रित्य कार्यं भवति. अस्तु, सः प्रत्ययः विकरणप्रत्ययः भवितुमर्हति, तिङ्प्रत्ययः भवितुमर्हति, सुप्रत्ययः भवितुमर्हति, यः कोऽपि प्रत्ययः भवितुमर्हति, कृत् प्रत्ययः अपि भवितुमर्हति. तर्हि प्रत्ययमाश्रित्य अङ्गे कार्यं भवति. अत्र तु क्रियापदस्य निर्माणे तु प्रत्ययमाश्रित्य धातौ कार्यं भवति, धातुरूपी अङ्गे कार्यं भवति, अथवा प्रत्ययं योजयित्वा अत्र विकरणप्रत्ययं योजयित्वा भव इति अङ्गे अपि कार्यं भवितुम् अर्हति. अस्तु, अग्रे गीताञ्जलि भगिनी पठति वा? अस्ति वा? अस्तु, राहुल् महोदय. तिबादीन् निमित्तीकृत्य धातुकृत्य धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते, तस्य अन्तिमः वर्णः अकारः अस्ति चेत् अङ्गम् अदन्तम् इत्युच्यते. अत् इत्युक्ते ह्रस्वाकारः. तपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक् यः स्वरः तस्य एव कालस्य सङ्केतः. अत् अन्तम् अदन्तम्. धातुविकरणयोः मध्ये निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत् अङ्गम् अनदन्तम् इत्युच्यते. अत्र लिखितमस्ति टिप् इत्यादीनां निमित्तीकृत्य धातुः अपि च विकरणयोः यदा मेलनं भविष्यति, तदनन्तरं यः अङ्गं निष्पद्यते तद् यदि अकारः अन्तमस्ति, तत् अदन्तं धातु अदन्तम् अङ्गम् इति वदामः. किन्तु यः अदन्तः नास्ति तस्य नाम अनदन्तम् इति वदामः. अत्र अदन्तम् इति तपरस्तत्कालस्य इति पूर्वं पठितं, तस्य कारणात् तस्मात् कारणात् अकारस्य केवलम् एककालमात्रा इति सङ्केतः भवति इत्येव उच्यते. हा, समीचीनं. तपरस्तत्कालस्य इति सूत्रम् अस्माभिः पठितम् आसीत् खलु, तस्य सूत्रं किं वदति? तकारः यत्र आगच्छति स्वरस्य स्वरे परे तदा स्वरस्य यद् कालः तत्र उद्दिश्यते तदेव स्वीकरणीयम् इति तपरकरणम्. अत् इत्युक्ते तस्य अकारः एकमात्राकालः इत्येव स्वीकरणीयम्. इत् इत्युक्ते इकारस्य यः कालः अस्ति तदेव स्वीकरणीयम् इति. एवं सत्यं, तपरस्तत्कालस्य इत्यनेन यत्र तपरकरणं क्रियते, यत्र तकारः योज्यते, तत्र तत्कालस्य एव सूचकः भवति. इत्युक्ते तत्र अत् इति वदामः चेत् तत्र अकारः इत्यनेन केवलं ह्रस्व अकारस्य ग्रहणं, ह्रस्व अकारस्य षड्भेदानां ग्रहणम्. इत् इति वदामः चेत् इकारस्य ह्रस्व इकारस्य षड्भेदानां ग्रहणं. सामान्यतया यदि अ इति वदामः चेत् अष्टादशभेदानां ग्रहणं भवति, अ इत्यनेन सवर्णानां ग्रहणं भवति. परन्तु यत्र तप्रकरणं क्रियते तत्र अत् इति वदामः चेत् केवलं तत्कालस्य एव एकमात्राकालस्य एव ग्रहणं भवति. अ इत्यनेन एकमात्राकालेन उच्चार्यमाणः अकारस्य ग्रहणम् इति कृत्वा तत्र केवलं षड्भेदानां ग्रहणम्, उदात्त अनुदात्त स्वरित अनुनासिक अनुनासिक इति षड्भेदानां ग्रहणं भवति. इत्युक्ते केवलं ह्रस्व इकारस्य ग्रहणम्, उत् इत्युक्ते केवलं ह्रस्व उकारस्य ग्रहणम्, अतः तपरकरणं. तर्हि अत्र किम् उच्यते इति चेत् धातुविकरणप्रत्ययोः मेलनेन यत्र अङ्गम् अदन्तम् अस्ति, इत्युक्ते अङ्गस्य अन्ते ह्रस्व अकारः अस्ति, तत् अङ्गम् अदन्तम् इति वदामः. यत्र अङ्गस्य अन्ते ह्रस्व अकारः नास्ति तत् अङ्गम् अनदन्तम्. तर्हि अत्र पूर्णेन्दुमहोदय वदतु, केषु गणेषु अङ्गम् अदन्तं भवति? पूर्णेन्दुमहोदय. आम् भगिनि, केषु गणेषु अङ्गम् अदन्तं भवति इत्युक्ते गणनिमित्तीकृत्य अदन्तम् अनदन्तम् अङ्गं भवितुम् अर्हति वा? इत्युक्ते तत्र दशगणाः सन्ति खलु, वादिगणः दिवादिगणः, केषु गणेषु अङ्गम् अदन्तं भवति? भुवादिगणे एकक्षणं पूर्णेन्दुमहोदय, न एकक्षणं पूर्णेन्दुमहोदय वदन् अस्ति. वादिगणे तु भू इति धातुः अस्ति, तत्र भू तत्र अन्त अदन्तं नास्ति. हा, विकरणप्रत्ययं योजयित्वा, विकरणप्रत्ययं योजयित्वा भू तत्र भवः, तत्र भादिगणे अदन्तम् अस्तु, अदादिगणे तु विकरणप्रत्ययः नास्ति, अतः सम्यक्तया न जानामि भगिनि. चिन्ता नास्ति, चिन्तनं करोतु, एकवारं चिन्तनं करोतु. भुवादिगणे तु अदन्तम्, अदादिगणे तुदादिगणे सपितुविकरणप्रत्ययः अस्ति, अतः तुदादिगणे अपि. तुदादिगणे विकरणप्रत्ययः कः? सा इति विकरणप्रत्ययः अस्तु. अनन्तरं चुरादिगणे अपि अदन्तम् अङ्गम्, तत्रापि सप्तिगणप्रत्ययः. सत्यं, भादिगणे तदा तुदादिगणे चुरादिगणे. हा, भुवादिगणे तुदादिगणे चुरादिगणे, अन्यत्र दिवादिगणे अपि भवितुम् अर्हति खलु? रुदादिगणे विकरणप्रत्ययः कुत्र आयाति? धातोः मध्ये आयाति. तर्हि आहत्य केवलं चतुर्षु गणेषु एव अङ्गम् अदन्तम् अस्ति. अङ्गमित्युक्ते विकरणप्रत्ययं योजयित्वा यत् अङ्गम् अदन्तं, तर्हि अत्र द्वादिगणः दिवादिगणः तुदादिगणः चुरादिगणः इति चतुर्षु गणेषु अङ्गम् अदन्तम्, अन्येषु गणेषु अङ्गम् अनदन्तम्. अदादिगणे विकरणप्रत्ययः नास्ति, तथापि तत्र तादृशधातुः नास्ति यत्र अकारान्तधातुः नास्ति अदादिगणे. एवमेव जुहोत्यादिगणे अकारान्तधातुः नास्ति, यतोहि तत्र अङ्गकार्यं धातोः अङ्गकार्यं कृत्वा तत्र हलन्तं भवति, अतः हलन्तः भवति, अतः तादृशधातुः नास्ति यत्र अङ्गम् अदन्तं भवति. अतः केवलं चतुर्षु अकारे चतुर्षु गणेषु एव अङ्गम् अदन्तम् अस्तु. समीचीनम्. अग्रे विनयमहोदय पठति वा? आं भगिनि, अत्र तिङ्प्रत्ययस्य योजनात् पूर्वम् अङ्गम् इति पृच्छति खलु भगिनि? अतः एव तिबादीन् निमित्तीकृत्य धातुविकरणयोः मेलनेन यत् अङ्गं निष्पद्यते इत्युक्ते तिबादीन् इत्युक्ते तिप् इति वा तिप् आदीन् तिबादीन् तिप् तिबादयः तिबादयः तिप् आदयः तिबादयः किमर्थं तिङ् इति न उक्तवान् तिङ् अपि वक्तुं शक्यते तिबादीन् इति नूतन हा तिबादयः इति अस्ति खलु तिप् आदयः तिबादयः अस्तु महोदय विनय महोदय सन्धिः भवति किल जस्त्वसन्धिः भूत्वा अस्तु महोदय धातूनां दश गणः सन्ति इति तु ज्ञातं दश धातुगणः पुनः विभक्तः अङ्गस्य अन्तिमवर्णस्य अनुसारम् येषु धातुगणेषु अङ्गम् अदन्तं भवति ते धातुगणः प्रथमगणसमूहे वर्तन्ते येषु धातुगणेषु अङ्गम् अनदन्तं भवति ते धातुगणः द्वितीयगणसमूहे वर्तन्ते प्रथमगण समूह वयं अवदत् परन्तु द्वितीयगणसमूहः अदादि जिह्त्यादि स्वादि रुधादि सनादि त्रयादिगण भवन्ति दश लकारः अपि गणद्वये विभक्तः न न तावत् वदतु महोदय अतः अङ्ग आधारे गणः विभक्तः अदन्त अपि च अनदन्त अनदन्तगणः वयं जानीमः अपि च अदन्तगणः वयं जानीमः अत्र अहं न जानामि वयं लकारादि सम्बन्धे वयं वदामः वा न वदामः किं लकारादिसम्बन्धे लकारसम्बन्धे मम एकं वदामि अदन्तधातुः चतुर्षु लकारेषु वयं अदन्तधातुः नास्ति अदन्त अङ्गम् आं सारि हा क्षम्यतां भगिनि अदन्त अङ्गं लट् लोट् लङ् विधि लङ् लकारा सन्ति परन्तु अनदन्त अपि लट् लोट् लङ् विधि भवन्ति परन्तु परिवर्तनं भवति न एकक्षणं महोदय अत्र अत्र एकक्षणं अङ्गम् अदन्तम् अनदन्तम् इति लकारस्य चिन्तनं नास्ति अत्र अङ्गम् अदन्तम् अनदन्तम् इत्युक्ते अङ्गस्य अन्ते ह्रस्वकारः अस्ति न वा इति विचिन्त्य अङ्गम् अदन्तम् अनदन्तम् इति वदामः लकारः यः कोऽपि भवितुम् अर्हति अर्धधातुकलकारेषु अपि अदन्तम् अङ्गं भवितुम् अर्हति अतः अत्र अङ्गम् अदन्तम् इत्युक्ते अङ्गस्य अन्ते ह्रस्व अकारः अस्ति न वा इति एव चिन्तनमस्ति यत्र एतादृशम् अस्ति इति चेत् केवलं भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे एव अङ्गम् अदन्तं किमर्थं तथा इति चेत् धातुविकरणप्रत्ययोः मेलनानन्तरम् अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् अङ्गम् अदन्तम् इति वदामः तर्हि यत्र अङ्गम् अदन्तम् अस्ति तत्र प्रथमः गणसमूहः इति वदामः यत्र अङ्गम् अनदन्तम् अस्ति द्वितीयः गणसमूहः इति वदामः पुनः प्रश्नः भवति किमर्थम् एतादृशविभजनं तस्य लाभः कः इति प्रश्ने सति अदन्त अङ्गानां कृते भिन्नतिङ् प्रत्ययाः भवन्ति भिन्नसिद्धतिङ् प्रत्ययाः भवन्ति अनदन्त अङ्गानां कृते भिन्नसिद्धतिङ् प्रत्ययाः भवन्ति अग्रे गत्वा पठिष्यामः यथा अत्र द्वादिगणे द्विवादिगणे तुदादिगणे चुरादिगणे तिङ् प्रत्ययाः मूलतिङ् प्रत्ययाः सन्ति तेषां किञ्चित् परिवर्तनं भवति यत्र अङ्गम् अनदन्तम् अस्ति यदा अत्र तत्र स्वादिगणे स्वादिगणे शक् इति धातुः अस्ति तर्हि तत्र शक् इति धातु द्वितीयगणसमूहः शक् योगः नु स्वादिभ्यः श्नु इत्यनेन श्नु शक्नु इति अङ्गम् अस्ति. धातुः विकरणप्रत्ययोः योजनेन शक्नु इति अङ्गं, शक्नु इत्यत्र अन्ते उकारः अदन्तं नास्ति, अङ्गस्य अन्ते ह्रस्व अकारः नास्ति. शक्नु इति अनदन्तम् अङ्गम् अस्ति. तर्हि यत्र अङ्गम् अनदन्तम् अस्ति तत्र इदानीं लोट् लकारस्य मध्यमपुरुषे हि इति प्रत्ययः, शक्नुहि इति रूपम् अस्ति शक्नुहि. परन्तु भवादिगणे भूधातुतः लोट् लकारस्य मध्यमपुरुषे एकवचनरूपं किम् अस्ति? भूधातु भवादिगण लोट् लकारः अस्ति मध्यमपुरुषे एकवचने. भव इति अस्ति. तर्हि हा भव इति अस्ति. तर्हि भ्वादिगणे द्विवादिगणे त्रिदादिगणे चतुरादिगणे तादृशरूपम् अस्ति यत्र हि इति न श्रूयते. अदन्तम् अङ्गम् अस्ति चेत् हि इति न श्रूयते, अनदन्तम् अङ्गम् अस्ति चेत् हि इति श्रूयते इति तादृशभेदः अस्ति. अतः एतादृशविभजनं, यतोहि पाणिनीयसूत्राणि तथा सन्ति. अङ्गम् अदन्तम् अस्ति चेत् एतादृशकार्याणि भवन्ति, अङ्गम् अनदन्तम् अस्ति चेत् अन्यविधकार्याणि भवन्ति इति तादृशभेदः कुत्रचित् दृश्यते, प्रत्ययेषु दृश्यते, भेदः दृश्यते. तदर्थम् एतादृशविभजनं. प्रथमगणसमूहानां भिन्नप्रत्ययाः, द्वितीयगणसमूहानां भिन्नप्रत्ययः. सर्वत्र भेदः अस्ति इति नास्ति, परन्तु कुत्रचित् भेदः. एतानि सर्वाणि किं शादि मां त्राहि मां मध्यमपुरुष लोट्लकारे एकवचने आगच्छति न अनदन्तम् जानीहि. सत्यं. तर्हि तादृशभेदः, अतः एतादृशविभजनम्, अतः एतादृशविभजनम्. हा एकः संशयः, द्विवादिगणे य अवशिष्यते न य आगच्छति, रुदादिगणे न आगच्छति, किमर्थं द्विवादिगण य आगत्य अदन्तम् अङ्गं परन्तु रुदादिगणे न आगत्य अनदन्त अङ्गम्? न, अत्र तु द्विवादिगणे तु य इति विकरणप्रत्ययः अस्ति, तर्हि दिव्योगः य, तर्हि दिव्य इति अङ्गम् अस्ति. दिव्य य इत्यस्य अनन्तरम् अकारः अस्ति, ह्रस्व अकारः अस्ति, अतः अदन्तम् अङ्गम्. परन्तु रुदादिगणे श्नम् रुदादिभ्यः श्नम् रुदादिगणे एव पृच्छति खलु. रुदादिगणे श्नम् इति प्रत्ययः, श्ना इति नास्ति, श्नम् श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति, न तु धातोः अनन्तरं. श्नम् इति प्रत्ययः मित् अस्ति, मित् अस्ति, अतः मिदचौन्त्यात् परः इत्यनेन धातोः अन्त्यात् अन्तिम अच्वर्णात् परम् आयाति. बहु सम्यक्, धन्यवादः भगिनि. अस्तु, समीचीनं. तर्हि अस्तु, अत्र रविकला भगिनी वदतु एकवारं, तत्र केषु गणेषु अङ्गम् अदन्तम्? वदामि भगिनि. द्वादिगणे अदन्तं, द्विवादिगणे विकरणप्रत्ययः कः इत्यपि वदतु. द्वादिगणे विकरणप्रत्ययः शप् अकारः तिष्ठति. द्विवादिगणे श्यन् यकारः तिष्ठति, अतः अदन्तम्. तुदादिगणे शा अकारः तिष्ठति. चुरादिगणे शप् प्रत्ययः, निच् प्लस् शप् प्रत्ययः, अदन्तम् अय तिष्ठति. अन्येषु गणेषु? अन्येषु गणेषु अनदन्तम्. कथं जानीमः? लघु ह्रस्व अकारः नास्ति कुत्रापि, नास्ति. अदादिगणे? अदादिगणे शप् लोपः भवति, अकार ह्रस्व अकारः नास्ति. कुत्रापि धातो अस्वाहारस्वकारः नास्ति जुहोत्यादिगणे. जुहोत्यादिगणे अपि तत्स्वाकारः नास्ति. हा स्वादिगणे. स्वादिगणे नो तिष्ठति अतः ह्रस्वकारः नास्ति. समीचीनं. रुदादिगणे. रुदादिगणे रुदादिगणे नकारः मध्ये आगच्छति धातोः मध्ये. हा नकारः नास्ति न न. रुदादिगणे अपि यकारः नास्ति य. कुत्र? दिवादिगणे. दिवादिगणे दिवादिगणे अपि एकार इति उक्तवती वा? या सत्यं. या सत्यं. समीचीनं. तनादिगणे. तनादिगणे ओकारः दीर्घः भवति अतः अदन्तः नास्ति. क्रियादिगणे. क्रियादिगणे दीर्घ आकारः तिष्ठति अनदन्तः. अनदन्तः सत्यं. समीचीनम्. अस्तु तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः भगिनी. नमस्कारः. नमस्ते. धन्यवादः.